नम सर्वेभ्यः अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्। पूर्वतनकक्षायां वयं दशधातुगणपरिचयः प्राप्तवन्तः, अभ्यासमपि कृतवन्तः गतसप्ताहे। अद्य प्रथमं वयं गुणः इति करपत्रात् पठेम, अनन्तरं नूतनपाठस्य आरम्भं कुर्मः। अस्तु, एकनिमिषम्, रघुपति आचार्यमहोदय प्रथमं पठति वा? आं भगिनि, धातुः प्रथम गुणः, धातुः प्रथमे गणे अस्ति वा षष्ठे गणे अस्ति वा? प्रथमे गणे विकरणप्रत्ययस्य अ इति भागः अवशिष्यते, षष्ठे गणे अपि सा एव गतिः। तर्हि यत्र धातुः तिङ् धातुः तिङ् प्रत्ययः इत्यनयोः मध्ये अकारः एव अस्ति, कथं ज्ञायते कस्मिन् गणे अस्ति? उत्तरं दर्शनेन एव सर्वत्र न ज्ञातुं शक्नुमः, किन्तु बहुत्र ज्ञायते। यत्र धात्वङ्गे गुणः दृश्यते तत्र प्रथमे गणे अस्ति इति ज्ञायते। अधुना अग्रे गच्छेम, पश्यामः इदं सर्वं कथं भवति इति। व्याकरणे वदतु महोदय। एतद् प्रथमभागः अस्ति किल, प्रथमबिन्दुः इति वदामः, तस्य विवरणं संक्षिप्तरूपेण वदतु। धातुगणे भ्रमं भवति प्रथमगणे वा कश्चित् धातुः प्रथमगणे वा या षष्ठगणे वा अस्ति वा इति। कारणं द्वयोः गणयोः मध्ये विकरणप्रत्यय अ एव इति। अत्र कथं ज्ञातुं शक्नुमः यदि धातुः प्रथमगणे अस्ति वा या षष्ठे गणे अस्ति वा? अत्र यदि धातुः प्रथमगणे अस्ति चेत् गुणः भवति, नास्ति चेत् तत् षष्ठे गणे अस्ति, षष्ठे गणे अस्ति इति वयं ज्ञातुं शक्नुमः इति। उत्तमम्, तत् तावदेव। गुणः इति भवति, गुणः इति पदं संज्ञा, गुणः इति भवति प्रथमगणे अस्ति चेत्, षष्ठमगणे अस्ति चेत् गुणः न भवति इति। उत्तमं, तावदेव अत्र अस्ति। धात्वङ्गे इत्युक्ते धातोः अवयवे, पार्ट् इति वदामः किल, धात्वङ्गे गुणः, धातोः एव गुणः, तस्य अङ्गे एव गुणः भवति इति। कुत्रापि अन्यस्थानेन धातोः एव गुणः भवति इति। प्रथम गणम् इत्युक्ते भुवादिगणस्य वैशिष्ट्यमस्ति, तत्र धात्वङ्गे गुणः भवति इति। परन्तु षष्टमगणः इति तुदादिगणः, तत्र तु गुणः न भवति इति। केनापि आगतं वा नूतनतया? रमाबाई भगिनी, अहं रमाबाई भगिनी। आम्, स्वागतं भगिनी। नमस्ते भगिनी, माला समीरं विलम्बः। नास्ति चिन्ता भगिनी, माला भगिनी स्वागतम्। अन्य केनापि आगतं वा? अस्तु, रामनाथन् महोदय द्वितीयबिन्दु पठति वा? महोदय, प्रश्नः अस्ति वा? अस्तु, रामनाथन् महोदय पठतु। व्याकरणे एकः सिद्धान्तः अस्ति, गुणः नाम्ना। सिद्धान्ते स्वरस्य परिवर्तनं भवति, विकृतरूपस्य गुणः संज्ञा भवति। अस्मिन् कोशके पश्यतु, स्वरः इकार ईकार गुणः एकार स्वरः उकार ऊकार गुणः ओकार स्वरः ऋकार ऋकार गुणः अर् वदति वा महोदय यत्किमपि अवगच्छति तत् व्याकरणसिद्धान्तानुसारं गुणः नाम्ना एव गुणः इति एकं संज्ञा सिद्धान्ते स्वरस्य परिवर्तनं भवति सिद्धान्तानुसारं स्वरकम् इकार ईकारम् अस्ति चेत् गुणः एकारं भवति उकार उकारम् अस्ति चेत् ओकारः भवति ऋकार ऋकारम् अस्ति चेत् गुणः अर् इति भवति तावदेव उत्तमम् एतद् गुणः इति संज्ञा यदा वयं तस्य भिन्नभिन्न अर्थः अस्ति लौकिक अर्थः तु भिन्नः तस्य तस्मिन् गुणः उत्तमगुणः अस्ति इति लौकिकरूपेण वयं गुणः इति पदस्य उपयोगं कुर्मः व्याकरणे तु एकः परिवर्तनं गुण इति संज्ञा इ इति यदा स्वरः अस्ति चेत् तत्र एकारः इति गुणसंज्ञकवर्णः इति एकारः ओकारः अर् रेपः तत्र तेषु गुणपरिवर्तनं भवति इति वदामः ये अस्माकं न्यायशास्त्रवर्गे सन्ति ते जानन्ति तत्र गुणः इति अन्यविषयः अस्ति इति द्रव्ये आश्रयः भवति गुणः इति द्रव्ये आश्रयः अस्ति इति तत्र तु भिन्नवार्ता अस्मिन् प्रसङ्गे तु यदा गुणसंज्ञकवर्णः इति वदामः भिन्न अर्थेन भवति इति एव तत्र विकृतरूपम् इत्युक्ते परिवर्तनं रूपस्य परिवर्तनं भवति गुणसंज्ञा इति वर्णेन परिवर्तनं भवति स्वरस्य परिवर्तनं इत्येव तत्र अस्ति महोदय रामनाथन् महोदय वदतु यदा जी इति धातुः अस्ति चेत् तस्य रूपं कथं भवति इति जी जे भवति इति अस्तु सम्यक् उत्तमम् एका शङ्का अस्ति लुकार लुकार अस्ति चेत् अल् इति न भवति वा गुणे भवति महोदय प्रायः बहु किमपि शब्दः नास्ति इति कृत्वा तद् वयं न स्वीकृतवन्तः अल् आम् आम् अल् भवति आम् अल् इति भवति धन्यवादः अस्तु सुमित्रा भगिनी तृतीयं पठति वा तृतीयबिन्दुः आं भगिनि धातुः क्रियापदं निर्मितुं द्वादिगणे गुणः भवति सुदादिगणे गुणः न भवति गुणः भवति इत्युक्ते धातोः अन्तर्भूते स्वरे गुणः आगच्छति इति वयं जानीमः द्वादिगणे द्विदादिगणे द्वयोः मध्ये अपि अ इति विकरणप्रत्ययः एव आगच्छति परन्तु कथं निर्माणितुं कुर्मः इत्युक्ते गुणः भवति इत्युक्ते तत् द्वादिगणे आगच्छति नो चेत् द्विदादिगणे इति गुणः भवति इत्युक्ते अन्तर्भूतवर्णः इति एव अर्थः तत्रैव स्वरः गुणः भवति इति उदाहरणम् अत्र अस्ति प्रथमः अस्ति भुद् इति धातुः धातौ अन्तर्भूतः स्वरः उ इति उपाद्याम् अस्ति उपादायाम् अस्ति उकारस्य गुणः ओकारः इति उपरि स्थिते कोष्टके अस्माभिः दृष्टं भुद् धातौ गुणः भवति अतः भुद् भोद् इति अस्ति लटि लट्लकारे लटि इत्युक्ते सप्तमी भोदति इति रूपं गुणः अस्ति अतः भुद् धातुः प्रथमे गणे अस्ति न तु षष्ठी तत्र बुद् इति धातु अस्ति खलु तत्र उपादायाम् उकारः गुणः भवति अतः भोद् इति रूपं सिद्ध्यते. लटि मध्ये लट्लकाररूपः अस्ति बोधति इति, अतः गुणः भवति इति कारणात् तत् षष्ठे गणे न आगच्छति, प्रथमे गणे इत्युक्ते भ्वादिगणे आगच्छति इति. अनन्तरं लिख् धातौ अन्तर्भूतः स्वरः इ, इकारस्य गुणः एकारः, किन्तु लिक् धातोः लटि लिखति इत्यस्ति न तु लेखति, गुणः न जातः, अतः षष्ठे गणे अस्ति. लिक् धातुः यदि वादिगणे अभविष्यत् तर्हि लटि लेखति इति रूपम् अभविष्यत्, तथा नास्ति एव. सुदादिगणे अस्ति अतः लिखति इति रूपं भवति. लिक् धातुः अस्ति, तत्र इ इति उपादायां वर्ण स्वरः अस्ति, इकारस्य एकः गुणः एकारः कोष्टकप्रहारं, परन्तु रूपम् अस्ति लिखति इति एव, न तु लेखति इति. अतः लटिरूपं लिखति इति, अतः तुदादिगणे एव आगच्छति न तु द्वादिगणे. कृष् इत्यस्य दातुभ्यम् अस्ति द्वयम्, एकः धातुः द्वादिगणे अस्ति, अपरः कृष् धातुः तुदादिगणे अस्ति. द्वादिगणे कृष् धातोः कर्षति इति रूपं लटि, ऋकारस्य गुणः अर् किल, अतः कृष् कर्ष् द्वादिगणे, किन्तु तुदादिगणे अन्तर्भूतः कृष् धातुः लटि कृषति इति, नाम इकारस्य गुणः तत्र न भवति. एतत् उदाहरणं प्रदर्शयति द्वयोः मध्ये अपि आगन्तुं शक्यते इति. कृष् इति धातु अस्ति, तत्र द्वादिगणे अस्ति चेत् रूपं भिन्नं, सुदादिगणे अस्ति चेत् तत्र रूपभिन्नम् अस्ति, द्वादिगणे अस्ति चेत् कर्षति इति अर् इति गुणः भवति तत्र, अतः द्वादिगणे एव अस्ति तद्. नो चेत् कृष् इति धातोः कृषति इति रूपं स्वीकरोति चेत् तत्र तुदादिगणः इति अपि स्वीकरणीयं, न तु भुवादिगणे. अतः भुवादिगणः इति सामान्यगणः, तुदादिगणः इति विशेषगणः इति तावदेव तत्र. अनन्तरं केनापि आगतं किल, ज्ञानेश्वर महोदय अस्ति किल? आं भगिनि, ज्ञानेश्वर अस्ति. आम् आं स्वागतं भगिनि. अजित् आम् आं वदतु महोदय. किं स्पष्टतया न श्रुतं मया, पुनः वदतु महोदय. अपरः इत्युक्ते अन्य, अन्य अर्थः. लिखति लिख् धातु लट्लकारे लिखति आगच्छति, परन्तु लट्लकारे लिखिष्यति इति आगच्छति वा? आम्, तत्र भिन्नकार्यमस्ति महोदय. तत्र तु एतद् गणस्य भेदः नास्ति, लृट्लकारे गणभेदः इति नास्ति. तत्र स्या इति विकरणप्रत्ययः मध्ये आगच्छति, तत्र कार्यमेव भिन्नम् अस्ति. गुणः इति किमपि नास्ति, तद् अन्य वार्ता अस्ति. अत्र तु लट् लोट् विदिलिङ् लङ् एव प्रसक्तिः, गुण एतद् गणभेदः तत्र एव. तत् प्रथमं पश्यामः, अनन्तरं लृट् विषये. लृट् अन्य षट् लकाराः सन्ति किल, तस्मिन् विषये अनन्तरं द्वितीयभागम् इति. तत्र भिन्नकार्यम् अस्तु. अजितमहोदय आगतवान् किल? स्वागतम्. अन्य केनापि आगतं वा मध्ये? आम् अस्मि, ज्योति. ज्योति भगिनी, आम् नाम अस्ति. स्वागतं भगिनि. अस्तु अमित्राव् महोदय पठति वा चतुर्थबिन्दु आं भगिनि चतुर्थबिन्दुः भ्वादिगणे गुणः सर्वत्र न भवति तर्हि कुत्र भवति कुत्र न भवति इति प्रश्नः सरलतया उक्तं चेत् कस्मिंश्चित् धातौ इकार ईकार उकार ऊकार ऋकार ऋकार एषु स्वरेषु एकः अस्ति चेत् तस्य स्वरस्य गुणः भवति किन्तु तावत् एव वदामः चेत् कुत्रचित् दोषः भवति अतः सम्यक्तया अवगमनार्थं किञ्चित् इतोपि वक्तव्यम् अस्ति अत्र मुख्यतः नियमद्वयम् अस्ति इत्युक्ते भ्वादिगणे गुणः कुत्र भवति इत्युक्ते सर्वत्र न भवति धातौ इकारं वा उकारं वा ऋकारं ह्रस्व वा दीर्घ वा अस्ति चेत् तत्र गुणः भवति किन्तु एव वदामः चेत् दोषः भवति अवगमनं गुण अवगम कदा भवति इत्युक्ते नियमद्वयमस्ति प्रथमनियमं भ्वादिगणे धातोः अन्तिमः वर्णः ई इकार ईकार उकार उकार ऋकार ऋकार अस्ति चेत् तस्य वर्णस्य गुणः भवति उदाहरणार्थे भू धातोः भो इति रूपं जी धातोः जे सृ धातोः सर् द्वितीयबिन्दुः भ्वादिगणे धातोः उपधा ह्रस्व इकार उकार ऋकार अस्ति चेत् तस्य वर्णस्य गुणः भवति उपधा नाम अन्तिमवर्णात् पूर्व यः वर्णः सः उदाहरणार्थं बुध् धातोः बोध महोदय अस्ति वा न श्रूयते अमित्राव् महोदय अस्तु प्रायः लैन् मध्ये किमपि प्रतिभा भगिनी पठति वा पठामि उदाहरणं द्वितीय आ इति भागः पठित्वा द्वादिगणे धातोः द्वादिगणे धातोः उपदा इ उ रु अस्ति चेत् तस्य वर्णस्य गुणः भवति उपदा नाम अन्तिमवर्णात् पूर्वं यः वर्णः सः उदाहरणं बुद् बोध् कृष् कर्ष अत्र बुधधातौ उकारः उपदा कृष् धातौ ऋकारः उपदास्य अर्थं किम् उपदा इत्युक्ते अन्तिमवर्णात् पूर्ववर्णं यदा बुद्ध् इति अस्ति चेत् तत्र दकारात् पूर्वः पूर्वं कः वर्णः अस्ति उकारः तदेव उपदा देयं यत् दीर्घः स्वरः उपदा चेत् तस्य गुणः न भवति जीवति अमित्राव् महोदय वदति वा इदानीं क्षम्यतां मम लेप्टाप् त्रुटि अस्ति. तर्हि चिन्ता मास्तु, चिन्ता मास्तु, पुनरागतम्. चिन्ता मास्तु. एतद् वदति वा ये नियमः द्वयम् इति? भ्वादिगणे धातोः अन्तिमवर्णः ह्रस्व इकार उकार ऋकार अस्ति चेत् दीर्घ उकार इकार उकार ऋकार अस्ति चेत् गुणः भवति. उपाधिवर्णे तु केवलं ह्रस्व इकार उकार ऋकार अस्ति चेत् एव गुणः भवति इति. तादृशं तावदेव. तत्र अन्तिमवर्णः दीर्घ ईकारः वा दीर्घवर्णः वा ह्रस्ववर्णः वा गुणः भवति. उपधायां ह्रस्ववर्णस्य एव गुणः भवति इति अस्ति तत्र. श्रीवल्ली भगिनी अवगतवती वा? क्षम्यतां, प्रतिभा भगिनी, क्षम्यतां. पुष्पा भगिनी वा? भगिनी मम ध्वनि श्रूयते वा? इदानीं श्रूयते. नाम उच्यता? रामनाथन् एव. एकं अन्तिमवर्णः इकारम् ईकारः उकारः ह्रस्वदीर्घः अस्ति चेत् भवति. तदनन्तरं किमर्थम् उपदा द्रष्टव्यं? न न न न महोदय, तादृशं नास्ति. यदा वर्ण भुवादिगणस्य लक्षणं अन्तिमवर्णस्य वा उपधावर्णस्य न भवति, गुणः विषये एव. यदा धातुः अजन्तधातुः, अजन्तः इत्युक्ते अन्ते अच् वर्णः अस्ति, अजन्तव धातुः अस्ति चेत् तत्र गुणः भवति. प्रथमनियमः. द्वितीयनियमः अस्ति चेत् यदा धातुः हलन्तधातुः अस्ति, हल् अन्ते अस्ति, बुद्ध् इति दकारः अन्ते अस्ति, हलन्तधातुः, तत्र वयम् उपधावर्णः कः इति द्रष्टव्यम्. उपधायाम् उकारः अस्ति, अतः ओकारः भवति इति नियमः द्वयम्. इदानीं प्रतिभा भगिनी पठितवती किल एतद् भागः, पञ्चमबिन्दुः पठतु भगिनी, क्षम्यताम्. अस्तु. उपधा इति अवगतवती किल? अधुना अवगतवती. किमर्थं प्रश्नः अस्ति चेत् पृच्छतु भगिनी. किमर्थं गुणः भवति द्वादिगणे न तु तुधादिगणे? पूर्वतनपाठे अस्माभिः ज्ञातं यत् विकरणप्रत्ययेषु केचन वर्णाः सन्ति ये न तिष्ठन्ति, न तिष्ठन्ति यतः तेषां वर्णानाम् इत संज्ञा भवति, इत् संज्ञा भवति. इत् संज्ञा इति कारणतः तेषां लोपः भवति. एभिः इत् सङ्ख्यकवर्णैः किञ्चित् विशिष्टं कार्यं निर्दिष्टं भवति. कीदृशं कार्यमिति सम्प्रति पश्यामः. कथम् अहं वदामि. प्रथमकक्षा एव अस्ति, अतः चिन्ता मास्तु भगिनि, भीतिः अपि मास्तु. प्रथम एतत्तु तृतीयकरपत्रमस्ति. प्रथमकरपत्रे धातु दशधातुगणाः तस्य विकरणप्रत्ययः के इति दत्तम् अस्ति. तत्र दृष्ट्वा एव एतत् पाठं पूर्वतनध्वनिमुद्रणं शृणोतु. यदा प्रश्नः अस्ति चेत् पृच्छतु, ईमेल् अपि प्रेषयितुं शक्नुमः, अहं स्पष्टीकरोमि. तत्र किं भवति इत्युक्ते यदा पूर्वतनपाठे वयं यदा भुवादिगणः तुदादिगणः इति दृष्टवन्तः, तत्र षकारस्य पकारस्य लोपः भवति. लोपस्य नाम एव इत् संज्ञा इति. तत्र आकारः एव अवशिष्यते इति वयं वदामः. तत्र यदा षकारस्य पकारस्य लोपः भवति तस्य नामकरणम् अस्ति इत् संज्ञा इति. तत्र इत्संज्ञकवर्णस्य अपि किमपि विशिष्टकार्यम् अस्ति. यदा षकार शप् इति विकरणप्रत्ययः योजितवान् पाणिनिना, भुआदिगणे शप् इति विकरणप्रत्ययः भवतु इति यदा पाणिनिना योजितवान्, तत्र किमपि विशिष्टकार्यम् अस्ति षकारपकारयोः. यदा लोपः जातः चेदपि तस्य विशिष्टकार्यम् अस्ति. तत् किम् इति अग्रे दत्तम् अस्ति. श्रीवल्ली भगिनी पठति वा? अहं पठामि. भ्वादिगणे विकरणप्रत्ययः शप् इति जानीमः. शप् नाम शकार अकार पकार. लटि केवलम् अकारः तिष्ठति. इत्युक्तौ शकारपकारयोः वर्णयोः लोपः भवति. द्वौ अपि वर्णौ गच्छतः. गमनान्तरं नामलोपानन्तरं शकारपकार च किञ्चित् कार्यं कुरुतः. लोपानन्तरं कथं कार्यं स्यात् इति चेत् व्याकरणे कश्चन नियमः अस्ति. यत् वर्णस्य लोपानन्तरम् अपि तस्य लक्षणं तिष्ठति, तस्य सङ्केतः तिष्ठति. तर्हि अनयोः द्वयोः वर्णयोः कार्यं किम् इति चेत् विकरणप्रत्यये शकार इत्यस्य कार्यं गुणस्य कृते प्रेरयति. धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति. विकारणप्रत्यये पकार इत्यस्य कार्यं पकार नास्ति चेत् गुणस्य कृते अवरोधं करोति. पकार अस्ति चेत् गुणस्य न कः अपि अवरोधः. यत्किमपि अवगच्छति तद्वदत्. हा, वादिगणे विकरणप्रत्यय शप् इति. सो विकरणप्रत्यये शप् वि हेव् शकार अकार पकार. लट्लकारे केवलम् अकारः अस्ति. सो शकारपकार लोपः भवति. लोपः भवति एण्ड् शकार पकार दे आर् आल्सो नाट् देर्. सो गमनानन्तरं नामलोपानन्तरं शकारपकार च किञ्चित् कार्यं कृतः. Though they are not there, they do some karyam. Lopanantaram katham karyam sat iti chet karyam asti katham vyakarane kaschana niyamaha asti. Vyakarane niyamaha asti. So varnasya lopanantaram api इत्सञ्ज्ञकौ लक्षणं तिष्ठति, तस्य सङ्केतः तिष्ठति. द्वयोः कार्यं विकरणप्रत्यये शकार इत्यस्य कार्यं गुणस्य कृते प्रेरयति. सो धातोः अन्तर्भूतस्य स्वरस्य गुणं शकार इत्यस्य कार्यं भवति. सो विकारणप्रत्यये पकार इत्यस्य कार्यं पकार नास्ति चेत् सिक्स्त् गण तुदादिगणे पकार नास्ति चेत् इति गुणस्य कृते अवरोधं करोति. पकार नास्ति चेत् इट् अब्स्ट्रक्ट्स् दि गुणकार्य. शलि कण्टिन्यू? न, एकनिमिषम् अहं स्पष्टीकृत्वा अग्रे सरि. अस्तु, अत्र एकनिमिषं म्यूट् करोति वा भगिनी? धन्यवादः. तत्र यदा भुआदिगणे वयं विकरणप्रत्ययः शप् इति दृष्टवन्तः, तत्र शकारस्य किं कार्यं पकारस्य किं कार्यम् इति अत्र दत्तमस्ति. शकारस्य कार्यम् एव गुणस्य कृते प्रेरणं. गुणस्य कृते प्रेरणम् इत्युक्ते शकारः अस्ति चेदेव गुणः भवति. उपधायां वा अन्तिमवर्णस्य गुणः शकारस्य कारणेन एव भवति. अनन्तरं पकारः अपि अस्ति तस्मिन् भुआदिगणे. पकारः अपि अस्ति. पकारः अस्ति चेत् गुणस्य न कोऽपि अवरोधः इति दत्तमस्ति. अवरोधः इत्युक्ते बाधा. किमपि बाधा नास्ति, गुणः भवतु इति पकारः वदति. परन्तु यदा वयं तुदादिगणे पश्यामः चेत् तत्र शकारः एव अस्ति, पकारः नास्ति. तत्र शकारः प्रथमं वदति गुणः भवतु इति, परन्तु पकारः तत्र नास्ति. अतः तत्र गुणस्य बाधा अस्ति. शकारपकारयोः एव गुणः भवति. केवलं शकारः अस्ति चेत् गुणः न भवति. किमर्थम् इत्युक्ते पकारः नास्ति, पकारः नास्ति चेत् गुणस्य बाधा भवति. हर्डल् अब्स्ट्रक्ट् यदा भगिनी उक्तवती. भगिनी वदतु भगिनी. शकारपकार अस्ति किल, एक धातु उप उदाहरणेन विवरणम् आम् आम् नास्ति चिन्ता भगिनी. आम् यदा वयं भू धातुः भुआदिगणे प्रथमधातुः भू धातुः इति स्वीकुर्मः. भू योगः शप् योगः ति. शप् इति विकरणप्रत्ययः. शकारः अस्ति, पकारः अस्ति. शकारः अस्ति चेत् भू धातोः अन्तिमवर्णस्य ऊकारस्य गुणः भवतु इति शकारः वदति. पकारः अपि अस्ति. पकारः अस्ति चेत् कोऽपि बाधा नास्ति, गुणः भवति एव. भू भो इति भवति यदा भुआदिगणे अस्ति इति कारणात्. तादृशमेव लिक् इति धातुः स्वीकुर्मः. लिक् इति धातुः उपधायां ह्रस्व इकारः अस्ति. तुदादिगणीयविकरणप्रत्ययः कः? श. अवशिष्यवर्णः इत्संज्ञा भूत्वा अवशिष्यवर्णः अ. विकरणप्रत्ययः कः इत्युक्ते श एव वदनीयम्. श इति विकरणप्रत्ययः. इदानीं तत्रापि आगत्य श वदति गुणः भवतु इति लिक् धातोः विषये. परन्तु तत्र तु पकारः नास्ति. पकारः नास्ति इति कृत्वा गुणः न भवति. गुणस्य कृते शकारपकारयोः आवश्यकम् अस्ति. द्वयोः वर्णयोः आवश्यकम्. अवगच्छति किल? धन्यवादः भगिनि. चिन्ता प्रथमषष्टि द्वयोः गुण द्वयोः वर्णं वा ग्रूप् न तत्तु अवशिष्यवर्णः. अवशिष्यवर्णः इत्युक्ते यदा शक विकरणप्रत्ययः भुआदिगणस्य शप् एव, तस्य शकारस्य लोपः भवति, पकारस्य लोपः भवति. अवशिष्यवर्णः रिमेनिङ्ग् इति वदामः किल, तदेव अकारः. अतः भुआदिगणस्य लक्षणं तस्य विकर्णप्रत्ययः कः इति इत्युक्ते शप् एव विकर्णप्रत्ययः. अवशिष्यवर्णः लोपकार्यानन्तरम् अवशिष्यवर्णः. षकारः एव. आम् अवशिष्य लोप अवशिष्य इत्युक्ते रिमैनिङ्ग् आम् आम् तावदेव. तत्र अनन्तरं प्रिया भगिनी पठति वा? धातोः द्वयं स्थाने स्वर अस्ति चेत् अन्तिमवर्ण अपि स्वर उपाधिवर्ण अपि स्वर अस्ति चेत् केवलम् अन्तिमवर्णे गुणः भवति वा द्वयो वर्णे भवति वा प्रथमवर्णे तादृशं धातुः बहु विरलतया मिलति महोदय यदा अस्ति चेत् अन्तिमवर्णस्य एव प्रथमं गुणः भवति तादृशं धातुः अहं स्वर अस्ति चेत् तत्र भवति नो चेत् उपाधिवर्णस्य तादृशं क्षम्यतां तादृशधातुः न भवति किल किमर्थम् इत्युक्ते यदा नी इति स्वीकुर्मः अन्तिमवर्णः ईकारः इति अस्ति उपधायां तु नकारः अस्ति नकारस्य तु गुणः न भवति तादृशं धातुः अहं कुत्रापि न दृष्टवती उपधायामपि स्वरः अन्तिमवर्णः अपि स्वरः इति न किञ्चित् रिसर्च् करोमि परन्तु इदानीं पर्यन्तं न दृष्टवती कुत्रापि अस्तु भगिनि धन्यवादः प्रिया भगिनी पठति वा पठामि भगिनि धातौ अन्तर्भूतः स्वरः अकारः अस्ति चेत् गुणस्य प्रसिद्धिः पूर्वमपि तत्र वादिगणे भुवादिगणे श अस्ति अतः गुणस्य प्रेरणा भवति इति आरभ्य तुदादिगणे विकरणप्रत्ययः श इति अस्माभिः ज्ञातं श नाम शकारयोगः अकार तर्हि किं भवति शकारः गुणस्य कृते प्रेरयति परन्तु तुदादिगणे विकरणप्रत्ययः केवलं श नाम पकारः नास्ति पकारः अस्ति नास्ति चेत् गुणस्य कृते अवरोधः इति उक्तम् अतः गुणः न भवति तदेव अहम् उक्तवती तदेव पुनः दत्तमस्ति स्पष्टं किल अन्य षष्टमबिन्दु गच्छतु भगिनि धातौ अन्तर्भूतः स्वरः अकारः अस्ति चेत् गुणस्य प्रसक्तिः नास्ति अतः तत्र भवादिगणे अस्ति वा तुदादिगणे अस्ति वा इति वयं ज्ञातुं न शक्नुमः धातोः अन्तर्भूतः स्वरः उपधास्वरः अस्ति चेत् गुणः न भवति तद् धातोः भ्वादिगणे अस्ति वा तुदादिगणे अस्ति वा इति किञ्चित् क्लेशः भवति किमर्थम् अहं पश्यामः उदाहरणार्थं पट् धातो पठति पत् पतति त्यज् त्यजति वद् वदति इत्यादीन् धातून् तु गुण आधारेण न ज्ञातुम् अर्हामः किन्तु लोके एकः मार्गदर्शकः अस्ति आधिक्येन प्रसिद्धः अकारयुक्तः धातुः अस्ति चेत् वादिगणे अस्ति नाम एतादृशः अकारयुक्तः धातुः परिचितः अस्ति चेत् प्रायः भ्वादिगणे स्यात् अपवादः अस्ति चल् चल् धातुः लटि चलति अयं धातुः प्रसिद्धः किन्तु तुदादिगणे न तु भ्वादिगणे उपधावर्णं अकारः अस्ति चेत् धातोः गुणः न भवति तत्र गुणकार्यं न भवति इति कारणेन तद् धातु भवादिगणे अस्ति वा तुदादिगणे अस्ति वा इति क्लेशः भवति तत्समये वयं किमर्थं जानीमः कस्य गणः अस्ति चेत् प्रसिद्धः अकारयुक्तः धातुः द्वादिगणे एव अस्ति इति ज्ञातम्. परन्तु अत्र अपवादः अपि अस्ति. उदाहरणार्थं छल् धातु चलति लटीरूपं, परन्तु तद् द्वादिगणे नास्ति तुदादिगणे. अन्यकार्यं किमपि अस्ति तदेव तत् गुणकार्यमपि नास्ति द्वादिगणे भी नास्ति परन्तु तुदादिगणे भवति. उत्तमं तावदेव. तत्र 2000+ सन्ति, तस्मिन् 1000+ भुवादिगणे एव अस्ति. भुवादिगणे आधिक्येन धातवः सन्ति इति कृत्वा वयं ज्ञातुं शक्नुमः एतत् भुवादिगणीयधातुः इति. अस्तु वा? ओ अस्तु भगिनि. रमाबाय् भगिनी पठति वा अन्तिमबिन्दु? अस्तु भगिनि. प्रश्नः उदेति यत् येषां धातूनां गुणप्रसङ्गः नास्त्येव तेषां केन आधारेण वादिगणे तुदादिगणे वा इति निर्णयः. यथा पट् धातुः किमर्थं वादिगणे, चल् धातुः किमर्थं दुदादिगणे? प्रत्युत्तरं प्राप्यते शत्रन्तप्रकरणे. वादिगणे शत्रुप्रत्ययस्य संयोजनेन स्त्रियां नुमागमः नकारः सर्वत्र भवति. बालिका वदन्ति गच्छति, माता खादन्ति चिन्तयति. बादिगणे स्त्रियाम् अयं नकारः सर्वदा भवति. परन्तु तुदादिगणे अयं नकारः वैकल्पिक. बालिका चलति चिन्तयति, बालिका चलन्ति चिन्तयति वा? बादौ दुदादौ च अयं भेदः सर्वत्र अस्ति. शत्रन्तपदेषु बादौ नुमागम नित्यः, तुदादौ च वैकल्पिकः. अत्र चलति चलति इति दुदातिगणे भवति. पठति पतति एतत् क्रियापदानि भुवादिगणे भवति. किमर्थं चेत् पठति पतति एतयोः क्रियापदानि शत्रन्त शत्रुप्रत्यये नकारः भवति अतः गच्छन्ति खादन्ति इदम् इति भवति. चलतु चलति चलति नकारः न भवति. तत्कारणेन कदा शत्रुप्रत्यये नकारः भवति तत् क्रियापदानि भुवादिगणे भवति. शत्रुप्रत्यये नकारः न भवति चेत् ते दुदादिगणे भवति. उत्तमं भगिनि. अतः तत्र यदा भगिनी उक्तवती शत्रन्तरूपं दृष्ट्वा वयं ज्ञातुं शक्नुमः एतद् भुवादिगणीयधातुः वा तुदादिगणीयधातुः वा इति वयं ज्ञातुं शक्नुमः. भुवादिगणे नित्यरूपम् एकमेव रूपम् अस्ति, वदन्ती गच्छति इति एकमेव रूपम् अस्ति. परन्तु यदा तुदादिगणे अस्ति चेत् तत्र रूपद्वयं भवति, चलति चिन्तयति, चलन्ति चिन्तयति इति वैकल्पिकरूपम् इत्युक्ते रूपद्वयं तत्र भवति तावदेव तत्र अत्र सूत्रसहितस्पष्टीकरणम् एक प्रश्नः षट्पत्ययस्य स्त्र्यां स्त्रियाम् ओन्लि नो ओन्लि फेमिनैन् आम् आम् आम् आम् ओन् स्त्रियाम् एव एतद्विषयस्य सूत्रसहितस्पष्टीकरणम् अग्रे वयं पठिष्यामः तावदेव अस्मिन् करपत्रे द्वितीय माहेश्वरसूत्राणि इति एकं करपत्रम् अहं प्रेषितवती अद्य तद् उद्घाटयन्तु कृपया शत्रन्तस्त्रियां एकवचनरूपं किल आम् एकवचनरूपम् एव आं महोदय धन्यवादः मीना भगिनी अपि आगतवती किल मध्ये अस्ति वा भगिनी मीना भगिनी श्रूयते वा मीना भगिनी इदानीं वयं माहेश्वरसूत्राणि इति नूतनपाठस्य आरम्भं कुर्मः तत्र वयं प्रायः सर्वे जानीयुः माहेश्वरसूत्रम् इत्युक्ते किम् इति पूर्वं यदा सन्धिपठनसमये प्रायः सर्वे जानीयुः परन्तु संक्षिप्तरूपेण अहं वदामि माहेश्वरात् महेश्वरात् आगतानि माहेश्वराणि इति माहेश्वराणि इति पदस्य विवरणम् अस्ति महेश्वरात् आगतानि इति तत्र चतुर्दशसूत्राणि सन्ति एतेषां वेदसदृशं प्रामाण्यम् अस्ति मुख्यत्वम् अस्ति व्याकरणलोहे बहु मुख्यत्वम् अस्ति अत्र वयं किं कुर्मः प्रथमम् एतद् पठामः माला भगिनी पठति वा आं भगिनी श्रूयते वा आम् अस्तु माहेश्वराणि सूत्राणि ये माहेश्वरसूत्राणां प्रसङ्गे न जानन्ति सर्वप्रथमं भीतिः मास्तु अस्मिन् सारल्यम् अस्ति अपि च सौन्दर्यम् अधुना यत् अधः लिखितम् अस्ति तत् पठित्वा यावत् शक्यम् अवगच्छतु अग्रे गत्वा पाठेषु एषां सूत्राणां महत्त्वं प्रकटं भविष्यति इमानि चतुर्दश माहेश्वराणि सूत्राणि ऐ ओण् ऋक् ए ओम् ऐ औच् हयवरट् लण् न्यमङ्गणनं जभै घडधश् जबगडदश् कफ छट थ छट त कपै शशसर् हल् उपरि चतुर्दशवाक्यानि लिखितानि प्रत्येकं वाक्यम् एकं सूत्रम् सर्वे वर्णमालां जानीयुः अत्र वर्णमालायाः नूतनम् आयोजनम् इति चिन्तयन्तु आयोजनस्य आधारः प्रत्याहारः अस्तु तत्र एतत् चतुर्दश सूत्राणि इति वदामः सूत्रम् इत्युक्ते लघुवाक्यम् इति इदानीम् अवगच्छन्तु सूत्रस्य लक्षणमपि अस्ति तद् अहम् अग्रिमसप्ताहे वदामि सूत्रम् इत्युक्ते लघुवाक्यम् इति इदानीम् अवगच्छन्तु अत्र एतत् चतुर्दशसूत्राणि सन्ति किल एतस्य कण्ठस्थीकरणं बहु मुख्यं कण्ठस्थीकरणं बहु आवश्यकं यथा प्रथमवारे किं कुर्मः इत्युक्ते अहं किं कृतवती इति वदामि यः ये इच्छन्ति तादृशं कर्तुं शक्नुमः वर्णलेखनी स्वीकृत्य एकं चार्ट् पेपर् वा करपत्रं वा पोस्टर् बोर्ड् किमपि तत्र लिखतु चतुर्दशम् एक एकं कृत्वा प्रथमम् ऐ उन् द्वितीयं रलक् इति तादृशं चतुर्दशं लिखतु. गच्छता कालेन एतस्य कण्ठस्थीकरणमपि भवति भविष्यति. ये कण्ठस्थीकरणं कर्तुम् इच्छा अस्ति चेत् अवश्यं करोतु. एतद् बहु मुख्यम् अस्ति, एतद् माहेश्वरसूत्राणि इति वारं वारम् आगच्छति. एतत् आधारेण एव पाणिनिना अष्टाध्यायी निर्मितवान्. अतः एतद् वारं वारम् आगच्छति. एतस्य कण्ठस्थीकरणं बहु मुख्यम् अस्ति. तत्र तत्र किं कुर्मः इत्युक्ते एक कश्चन अभ्यासरूपेण कृत्वा अग्रे सरेमः. तत्र प्रथमम् एतत् ऐ उन् रुक् ए ओङ् ऐ औच् हयवरट् इति एतद् सूत्राणि अस्ति किल, तस्य अन्तिमवर्णः अ इ उ न इति नकारः अन्तिमवर्णः सर्वेषु सूत्रेषु अन्तिमवर्णः, तस्य लोपः भवति, तस्य इत्संज्ञा भवति. इत्युक्ते तद् सूत्रेषु उच्चारण सौकर्यार्थमेव अस्ति ऐ उन् अण् इति. यदा प्रत्याहारस्य विषये वदामः तस्य उच्चारणसौकर्यार्थमेव तद् नकारः इति अस्ति. परन्तु यदा वयम् अण् प्रत्याहारे के वर्णाः सन्ति इति पृच्छामः चेत् तत्र अ इ उ एव अस्ति, नकारस्य इत्संज्ञा भवति. तदेव तत्र अन्तिम आम् तद् अनुबन्धाः इति अपि अन्यनाम अस्ति इत्संज्ञायाः. अन्यनाम अनुबन्धाः इति अपि अस्ति. नकारस्य अनुबन्ध लोपानन्तरम् अ इ उ इत्येव अवशिष्यते इति वदामः व्याकरणलोके. इदानीं प्रत्याहारः इत्युक्ते किम् इति यदा भगिनी पठितवती, एतदेव यत् यदा वयं प्रथमवारं वर्णमाला पठितवन्तः तस्य नाम अस्ति मातृकापाठः इति. ए आ इ उ इति यदा वयं पठितवन्तः मातृकापाठः इति तस्य नाम, तस्य नूतनम् आयोजनमेव एतत् सूत्रम् ऐ ओन् रुक् ए ओं ऐ औ छयवर लण् यमगणनं जमै गडदश् जब गडदश् कप चटत चटतौ कपै शशसर् हल् इति एतद् नूतन वर्णमालायाः नूतन आयोजनमेव एतस्य. अतः तत्र प्रत्याहारः इति पदस्य विवरणं किञ्चित् ददामि. प्रत्याहारः इत्युक्ते आदिमवर्णः, आदिवर्णः, प्रथमम् आदिवर्णः स्वीकुर्मः, अनन्तरम् एकम् इत्संज्ञावर्णः स्वीकुर्मः. एतदेव प्रत्याहारः इति. वर्णद्वयमेव प्रत्याहारे, सर्वदा वर्णद्वयमेव सः क्षम्यताम् अस्ति. अण् इति प्रत्याहारे अकारः इति आदिवर्णः, नकारः इति इत्संज्ञकवर्णः. यदा अहं वदामि अक् इति प्रत्याहारः, तत्र के वर्णाः अन्तर्भूताः? माला भगिनी वदतु. आम्, अक् प्रत्याहारे अ इ उ ऋ लृ इति आगच्छति. उत्तमं, तावदेव. नकारस्य इत्संज्ञा भवति. अतः यदा अहम् अक् इति प्रत्याहारः के वर्णाः इति पृच्छामि चेत् तस्य न इति अन्तर्भूतः नास्ति, अ इ उ ऋ ळ एव. अच् प्रत्याहारे भगिनि? अच् प्रत्याहारे सर्वे स्वराः आगच्छन्ति, अ इ उ ऋ ळ ए ओ ऐ औ. उत्तमम्. ज्योति भगिनी वदति वा हल् प्रत्याहारे के वर्णाः इति? आम् तत्र ह य व र सर्वाणि व्यञ्जनानि एव आगच्छन्ति. आम् कुतः आरभ्य कस्मिन् पर्यन्तं तकारः नास्ति. तकारः नास्ति. ह य व र ल ञ म ग ण न झ भ घ ड ध ज भ ग ड द ख फ छ ठ त च ट त क प श श स ह. तावत् उत्तमम् अस्तु. ज्ञानेश्वरमहोदय वदति वा एच् इति प्रत्याहारे के के वर्णाः सन्ति इति. वदामि एच् ए ओ ऐ ओ औ. एच् द्वितीयमपि करोतु. शर् इति प्रत्याहारे शर् श श श श स स अपि अस्ति. श श स अपि अस्ति तत्र. उत्तमम्. अजितमहोदय वदतु जश् इति प्रत्याहारे के के वर्णाः सन्ति इति. जश् प्रत्याहारे भ घ ध ध जकारः अपि अस्ति. जकारः आरभ्य. उत्तमं. कर् इति प्रत्याहारे कर् प्रत्य तत्र दृष्ट्वा एव वदतु महोदय. सर्वाणि तत्र हल् आरभ्य खर् इति. खर् इति प्रत्याहारे दशमसूत्रं पश्यतु. दशमसूत्रं ख इति आरभ्य स पर्यन्तम् अवगच्छति वा? ध्वनिः अस्ति महोदय. अधिकमहोदय एकनिमिषं भगिनि अहं म्यूट् करोमि. अनन्तरं वदामि. नास्ति चिन्ता. मीना भगिनि, मीना भगिनि यण् इति प्रत्याहारे के के वर्णाः सन्ति? भगिनी अस्ति वा? न श्रूयते भगिनी. अस्तु अहं वक्तुं शक्नोमि भगिनि. आम् पुनः प्रश्नः. यन् यन् यन् प्रत्याहारे वरट् ल यकारः आरभ्य यवर ल क्षम्यतां यवर ल. अस्तु उत्तमं. तत्र सर्वप्रथमं यत् ऐ ऊ ऋ ळ ए ओ ऐ औ तत्र सर्वे स्वराः सन्ति. प्रथमद्वितीयतृतीयचतुर्थसूत्रे सर्वे स्वराः सन्ति. अनन्तरं हयवर इति पञ्चमसूत्रे हकारः योगः तत्र अन्तस्थः यवर इति अन्तस्थवर्णाः ते सन्ति. अनन्तरं न्यमगणनं हयवर ल अपि अन्तस्थवर्णः एव. अतः यवर ल इति अन्तस्थवर्णाः हकारः अपि तत्र अस्ति. हकारस्य विषये अहं वदामि अनन्तरं वदामि. न्यमङ्गणनम् इति यदा अस्ति तत् तत्तु अनुस्वारः, क्षम्यताम्, अनुनासिकवर्णः अस्ति. न्यमङ्गणनम् इति अनुनासिकवर्णः अस्ति. अनन्तरं यदा जभै ज आरभ्य ध पर्यन्तं जभ घ ड ध इति चतुर्थ वर्गीय चतुर्थवर्णः. अनन्तरं जभ घ ड ध इति वर्गीय तृतीयवर्णः. खप चटत चटत खप इति अस्ति किल, तत्र वर्गी वर्गस्य द्वितीय प्रथमवर्णः. शशस इति ऊष्माणः वर्णः इति अस्ति. हकारः अपि ऊष्माणवर्णः. तत्र हकारस्य एव द्विवारम् अस्ति. हकारः एव एकः वर्णः अस्ति, तत्र द्विवारम् आगच्छति. प्रथमं हयवरट् इति तत्रापि हकारः अस्ति, हल् इति अपि तत्र हकारः अस्ति. तत्र अर्थमस्ति, मुख्यत्वम् अस्ति किमर्थं पाणिनिना एतादृशं कृतवान् इति. यदा णत्व विधिः वयं जानीमः, तत्र तस्मात् कारणात् एव प्रथमहकारम् उपरि अस्ति हयवरट् इति. तस्मिन् प्रत्याहारे हकारस्य आगमनं तस्मिन् कारणेन एव अस्ति. अनन्तरं यदा ऊष्माणवर्णस्य ग्रहणं भवति तत्र हकारः भवतु इति कारणात् अन्तिमे अपि हकारस्य योजनं कृतवान् पाणिनिः. अनन्तरमपि वयं मृदुव्यञ्जनानि कर्कषव्यञ्जनानि इति अपि जानीमः. तत्र तस्य विभागार्थमपि हकारः द्विवारम् आगच्छति इति. तावदेव. तत्र प्रश्नः अस्ति वा? हकारस्य विषये सम्यक्तया न अवगतं भगिनि. अग्रे आगच्छति, परन्तु एकवारं संक्षिप्तरूपेण वदामि. हकारः प्रथमं हयवरट् इति अस्मिन् अस्ति किल, तत्र णत्वम् इति भवति. नकारस्य णकारः भवति. वर्णं इति पदे रेपः अस्ति, अतः कारणात् णकारः भवति. तस्मिन् एकं सूत्रम् अस्ति, नकारविधायकसूत्रम् इति. तत्र अस्य उपयोगं भवति, हकारस्य उपयोगं भवति. अतः प्रथमहकारः तत्र स्थापितवान् पाणिनिना. एतत्तु अग्रिम हकारः. यदा ऊष्माणवर्णस्य ग्रहणं भवति, श श स ह इति ऊष्माणवर्णः, तस्य ग्रहणं भवति सूत्रे, अतः तत्रापि स्थापितवान् हकारः. अनन्तरम् एक अन्य विषयमस्ति, मृदुव्यञ्जनानि कर्कषव्यञ्जनानि इति. तद् प्रायः जानीमः इति चिन्तयामि. तस्मिन् कारणात् अपि यदा वर्गस्य तृतीय चतुर्थ पञ्चमवर्णः मृदुव्यञ्जनानि, प्रथम द्वितीयवर्णः कर्कषव्यञ्जनानि, तत्र अपि तस्य ग्रहणं भवतु इति कारणात् तत्र स्थापितवान्, द्वयोः स्थलयोः स्थापितवान्. तस्मिन् विषये अग्रे अपि चिन्तनं बहुवारम् आगच्छति. इदानीं ग्रहणार्थं किं वदनीयं? किं महोदय, प्रश्नः न अवगतं मया. इदानीं ग्रहणम् इत्युक्ते किं? ग्रहणम् इत्युक्ते अन्तर्भूतः वर्णः इति यदा वयं तावदेव. मम चिन्तना ग्रहणम् अर्थात् न पश्यति, एक्लिप्स् नास्ति, एक्लिप्स् नास्ति, न न न न ग्रहणम् इत्युक्ते स्वीकरणं, स्वीकरणम् इति. महेशसूत्राणि अन्तिम हल् इति वर्णस्य पूर्वं सर् इति है न, शश सर्. परन्तु मम शङ्कनके सकार आङ्ग्ल एफ् दृश्यते इति मम दोषः मम सङ्गणकदोषः वा आम् किमपि फाण्ट् मध्ये तद् किञ्चित् क्लेशः अस्ति इति दृष्ट्वा मम अपि सङ्गणके रेपः न दृश्यते आमां किं करणीयम् अत्र अधः महोदयः पी डि एफ् इति स्थापितवान् किल तस्य तस्य डौन्लोड् करोतु तत्र रेपः दृश्यते ममापि सङ्गणके क्लेशः अस्ति रेपस्य तत्र प्रत्याहारः इति अहं यद् वदामि तस्मिन् विषये इतोपि किञ्चित् पठामः रघुपति आचार्यमहोदय पठति वा हा भगिनि प्रत्याहारः प्रत्याहारः इत्युक्तौ वर्णानां समूहः प्रत्येकं प्रत्याहारस्य अन्ते इत् संज्ञक वर्णः स्थितः अयम् इत् संज्ञकः अयम् इत् संज्ञकवर्णः प्रत्याहारस्य सीमारेखा भवति प्रत्याहारः नाम सङ्ग्रहः अस्मिन् सङ्ग्रहे इत् संज्ञकाः वर्णाः न अन्तर्भूताः इति अवधेयम् ते केवलं प्रत्याहारस्य सीमां कुर्वन्ति तदा अपगच्छन्ति यथा अण् एतत् प्रत्याहारे अ इ उ ऋक् ऋ ऋ अक् अ इ उ ऋ ऋ एङ् ए ओ एच् ए ओ ऐ औ जश् झ भ घ ढ ध जश् ज ब ग ड द अच् अ इ उ ऋ ऋ ए ओ ऐ औ सर्वे स्वराः हल् सर्वाणि व्यञ्जनानि अल् सर्वे वर्णाः सर्वे स्वराः सर्वाणि व्यञ्जनानि अस्तु महोदय एतत् प्रत्याहारविषये अवगच्छति वा प्रत्याहारे प्रत्याहारे इत्युक्ते वर्णानां समूहः प्रत्येकं वर्ण प्रत्याहारस्य अन्ते व्यञ्जन भवति इत् इत्संज्ञकवर्ण वर्ण अस्ति इत् एतत् इत्संज्ञकवर्णः प्रत्याहारस्य सीमारेखा भवति इत्युक्ते इत्युक्ते आदिम आदिम वर्ण आदिमवर्ण इत्संज्ञकवर्णपर्यन्तम् एव ग्रहणीयं यथा अन् अत्र अ इ ऊण् इति एते चत्वारः वर्णाः सन्ति अत्र अ इ उ केवलं ग्रहणीयं न वर्णस्य ग्रहणं न करणीयम् इति अग्रे अक् इति सूत्रेषु क् वर्णस्य इत्संज्ञकः भवति लोपः भवति अत्र आ इ उ ऋ ऋ ऐ उन् ऋ लुक् ऋ लुक् अत्र ऐ इ उ न न इत्संज्ञकः वर्णः क् अपि इत्संज्ञकः वर्णः उत्तमं महोदय तावदेव तत्र अन्तिमवर्णस्य लोपः भवति तद् उच्चारणार्थम् एव इति अवगन्तव्यं तत्र उत्तमं महोदय रामनाथन् महोदय तत्र अवधेयम् इति अस्ति किल तद्भागं पठति वा स्वराः अकार इकार उकार ऋकार येषु प्रत्येकम् अष्टादशानां वर्णानां प्रतिनिधिः ह्रस्व ह्रस्वः दीर्घः प्रोत्तः उदात्तः अनुदात्तः स्वरितः अनुनासिक अननुनासिक च त्रीणि त्रीणि अष्टादशः यथा अनुनासिक उदात्तः ह्रस्वः अकारः अनुनासिक उदात्त ह्रस्वः अकारः अनुनासिक अनुदात्त ह्रस्व अकारः अननुनासिक अनुदात्त ह्रस्व उकारः अननुनासिक स्वरित ह्रस्व ह्रस्वकारः इत्यादिनः रूपाणि रूपाणि लिकार अयं द्वादशानां प्रतिनिधिः यतः अस्य वर्णस्य दीर्घस्य दीर्घरूपं नास्ति ये ओ ऐ औ येषु प्रत्येकं द्वादशानां वर्णानां प्रतिनिधिः एतः येषां ह्रस्वरूपं नास्ति तत्र यदा सूत्रे आ इ उ ऋ ल ए ओ ए ऐ औ अच् इति प्रत्याहारे एते सर्वे वर्णाः सन्ति तत्र आकारः ईकारः ऋकारः कस्य ग्रहणं कथं भवति इति एतत् अवधेयं वदति आकार ईकार ऊकार ऋकारयोः दीर्घत्वं वा प्लुतत्वं कथं वयं प्राप्नुमः इति एतद् भागं वदति वदतु महोदय यत्किमपि अवगच्छति ह्रस्वकारः एकमात्रा दीर्घ द्विमात्रा अकार आकार गीतं वेदार्थे प्लूतः तात सम्बोधनप्रथमा एकं पृच्छतु वा दीर्घं प्लूतः त्रिमात्रा हे रामा इति उदात्त अनुदात्त न अवगच्छामि भगिनि अनुनासिक अननुनासिक अनुनासिकवर्णाः नेसल् सौण्ड् मध्ये अस्ति अननुनासिकवर्णाः नेसल् सौण्ड् न आगच्छति अननुनासिक इति वर्तते अनुदात्त स्वरितः एक तत्र एकं गुच्छम् एकं ग्रूप् करोतु ह्रस्व दीर्घ प्लुत इति प्रथमगुच्छः उदात्त अनुदात्त स्वरितः इति द्वितीयगुच्छः अनुनासिकः अननुनासिकः इति तृतीयगुच्छः तत्र ह्रस्व दीर्घ प्लुतः यदा भवान् उक्तवान् तद्देव उदात्त अनुदात्त स्वरितः इति धातुपाठे एतद् दृश्यति उच्चैः उदात्तः नीचैः एतत् प्रयोगं तु वेदे एव तस्य उपयोगं भवति यदा इन्टोनेशन् इति वदामः किल स्वरः उपरि अधः इति आगच्छति तदेव उदात्त अनुदात्त स्वरित स्वरः विषये एव तद् अस्ति तद् अग्रे आगच्छति तस्य पठनमपि भवति धातुविज्ञानम् इति पाठे उदात्त अनुदात्तस्वरितविषये वयं पठामः तद् एकं चिह्नम् अस्ति तावदेव इदानीं तावदेव एकं चिह्नम् अस्ति उदात्त अनुदात्तस्वरितः विषये यदा भवान् उक्तवान् अनुनासिकः इत्युक्ते ञमङ्गणनं ञमङ्गणन इति अन्तिम वर्णाः अनुनासिकः अननुनासिकः इत्युक्ते येन अनुनासिकः नास्ति अन्य सर्वे हल्वर्णाः अननुनासिकः ह्रस्व दीर्घ प्लुतः स्वरविषये एव सर्वदा एतद् स्मर्तव्यम् अस्ति ह्रस्वस्वरः दीर्घस्वरः प्लुतस्वरः विषये एव उदात्त अनुदात्तस्वरितः अपि स्वरविषये एव अनुनासिकः अननुनासिकः तु व्यञ्जनविषये एतस्य काम्बिनेशन् इति यदा वदामः ह्रस्व अकारः स्वीकुर्मः उदाहरणरूपेण अकारः स्वीकुर्मः ह्रस्व उदात्त आम् वदतु महोदय. अनुनासिक अननुनासिक भेदः अत्र स्वरविषये एव अस्ति. अ अम् धन्यवादः महोदय. मम एव भ्रमः जातः. अतः यदा अकारः स्वीकुर्मः चेत् तत्र ह्रस्व उदात्त अनुनासिक अकारः इति प्रथमम् आगच्छति. अनन्तरम् एतत्तु प्रथमगुच्छः, प्रथमवारम् यदा एतदेव काम्बिनेशन् दीर्घ उदात्त अनुनासिक अकारः इति कुर्मः चेत् तत्र अष्टादशग्रहणं भवति. अनुनासिकः यदा महोदय उक्तवान् अम् इति विषये, आं क्षम्यतां, तद्विषये एव. अतः तत्र अष्टादशग्रहणं भवति. इदानीम् एकं सूचना. I can tell only in English. Where sound, swara sound, kitam, from where we speak, or ucchana, kitasam ucchana artham prathe, koi ekam, nama group hai na, kuchya hai. Kuchya hai, tyukte group. Swarita hai, ananasika, ananasika, sound where it comes is the form of the group. आम् आं महोदय. आम् मात्रा एव ह्रस्वदीर्घ, सर्वे उच्चारण उच्चारणार्थमेव, उच्चारणविषये एव अस्ति. परन्तु यदा अकारः इति वदामः चेत्, केवलम् अकारः इति वदामः चेत् अष्टादशग्रहणं भवति तत्र. परन्तु लौकिकार्थं जस्ट् फार् रीडिङ्ग् ह्रस्वदीर्घ एवम् अननुनासिक अननुनासिक एव इम्पार्टेण्ट् नो. आम् आम्, तत्र अनुनासिकस्य चिह्नमेव तत् चन्द्रबिन्दुः इति, यदा हिन्दीभाषायां चन्द्रबिन्दुः इति अस्ति, तदेव अनुनासिकस्य चिह्नम् अस्ति. अतः एव अत्र अष्टादशः अकारः इत्युक्ते दीर्घ अकारः अपि, प्लुत अकारः अपि इति अवगन्तव्यं. बहु मुख्यबिन्दुः अस्ति, अष्टादशस्य ग्रहणं भवति इति अत्र. अनुनासिक चिह्नं इस् एक्स्प्लिसिट् वेर् इस् सेड् ओन्ली वी नीड् टु अप्लै. आम् आं महोदय, तत्र चन्द्रबिन्दु चिह्नं इति सौण्ड् उच्चारणं भवति. अस्तु, अन्तिम अननुनासिकः अन्यभेदः अपि लिख्यते. उदाहरणार्थं अ केवलम् अ लिखित्वा ह्रस्व अस्ति, दीर्घ अत्र आ लिख्यते, प्लुत प्लुत अस्ति चेत् अवग्रहचिह्नम् अस्ति, एस् शेप्ड् सिम्बल्. त्रि मात्र चिह्नं. आम् आम्, नासिक अनुनासिक आगत्वा आ आम्. उत्तमं तावत्. आम् उत्तमम्. इदानीम् अकारम् अर्थात् अष्टादशरूपम्. आम्, अकारस्य आम् अकारस्य अष्टादशरूपम्, इकारस्य अष्टादशरूपम्, उकारस्य अष्टादशरूपम्, ऋकारस्य अपि अष्टादशरूपम्. साधु वा? उत्तमं. भगिनी, प्रश्नः अस्ति वा? आम्, अननुनासिकः इत्युक्ते कीदृशः? यदा महोदय उक्तवान् किल, एतद् उच्चारणभेदः भगिनी, तावदेव. अस्तु अस्तु. अ इति अननुनासिक, अ इति अनुनासिक. नेजल् टोन्, नेजल् इ इ उ उ तस्य उपयोगं कुत्र भवति परन्तु यदा वयं सूत्रं पठामः तत्र यदा पाणिनिः अकारः इति वदामः चेत् तत्र अकारस्यापि ग्रहणम् आकारस्यापि ग्रहणं त्रिमात्रिक प्लुत आकारस्यापि ग्रहणम् इति भवति अतः एव एतत् अष्टादश अकारस्यापि ग्रहणम् इति भवति आम् बहिनी उदात्तः अनुदात्तः इत्युक्ते किम् उदात्तः अनुदात्तस्वरितः विषये वयं यदा धातुविज्ञानम् इति पाठः पठामः तत्र तस्मिन् विषये विस्तृतरूपेण अस्ति एतदपि एकः चिह्नं यदा अहम् उक्तवती वेदे तस्य उपयोगः भवति उपरि गमनम् अधोगमनम् इति इण्टोनेशन् इति वदामः तत्र उदात्त अनुदात्तस्वरितः तस्य उपयोगं भवति एतद् विषये अग्रिम धातुविज्ञानम् इति करपत्रे अस्ति वयं पठामः भगिनि अवश्यं धन्यवादः भगिनि नास्ति सुमित्रा भगिनी अग्रिमं पठति वा लु विषये अयं द्वादशानां प्रतिनिधिः यतः अस्य वर्णस्य दीर्घरूपं नास्ति अतः द्वादश ए ओ ऐ औ एषु प्रत्येकं द्वादशानां वर्णानां प्रतिनिधिः यतः एषां ह्रस्वरूपं नास्ति लृ इति अस्ति तत्र द्वादशरूपम् एव सिद्ध्यते किमर्थम् इत्युक्ते दीर्घरूपं न अस्ति तद्वर्णानाम् अतः समानम् ए ओ ऐ औ इत्यादीनि अपि द्वादशानां वर्णानाम् एव ह्रस्वरूपं न अस्ति तेषां कृते अतः अतः तत्र द्वादशम् एव यदा लु इति वदामः अथवा ए इति वदामः चेत् तत्र द्वादश एव ग्रहणं भवति अष्टादश न लृ इति वा लु इति लु लु लु इति लु लु आम् आम् अमित्राव् महोदय अन्तिमं पठति वा व्यञ्जनानि वा द्वितीयबिन्दु व्यञ्जनानि उच्चारणार्थं सर्वेषु एव हल्लवर्णेषु अकारः योजितः वर्तते माहेश्वरसूत्रेषु वस्तुतः य इत्युक्ते य ब इत्युक्ते ब एवं च सर्वे हल्वर्णाः तथा इत्युक्ते माहेश्वरसूत्राणां यथा व्यञ्जनवर्ण अस्ति तत्र अकार स्वीकृत्य उच्यते तद् अकार केवलं उच्चारणार्थं अवगच्छति वा प्रत्याहारे तु केवलं हलन्तव्यञ्जन ग्रहणीयम् उत्तमं तावदेव तत्र यदा वयं जश् इति प्रत्याहारः स्वीकुर्मः चेत् तत्र जबगडद इति वदामः परन्तु ग्रहणं तु जकारः बकारः गकारः डकारः दकारस्य एव भवति आकारः तत्र उच्चारणार्थम् एव तावदेव तत्र अस्ति कश्चन अभ्यासः अस्ति क्रीडारूपेण समयः अस्ति चेत् तदपि करोतु इति सत्र मुख्यबिन्दुः. प्रश्नः अस्ति वा? अष्टादश अकारं अकार आकार आकार सूत्रः आम् आम् इति रूपम् योजितवान् तत्र एव आगच्छति. ह्रस्व ह्रस्व काम्बिनेशन् इति उक्तवती किल महोदय, ह्रस्व उदात्त अनुनासिकः अकारः इति. अतः तादृशमेव दीर्घ उदात्त अनुनासिक अकारः इति इति उच्चारणम् एव उच्चारणभेदः एव भवति. तावदेव तत्र सूत्राणि कण्ठस्थीकरणं तु बहु आवश्यकमस्ति. तदेव अहम् उक्तवती, यदा कण्ठस्थीकरणं कष्टम् इति चिन्तयति चेत् एकं कागदं वा चार्ट् पेपर् वा स्वीकृत्य वर्णलेखन्यां लिखतु तद् एक एकं कृत्वा. अद पङ्क्तिशः इति वदामः किल, लैन् बै लैन् इति लिखतु, तत् स्थापयतु कुत्रापि. तद् दृष्ट्वा काले गच्छता कालेन तस्य कण्ठस्थीकरणं भवति एव. कण्ठस्थीकरणं तु बहु मुख्यमेव. मम प्रश्नः भिन्नः वदतु महोदय. यै इति प्रत्याकारं बहूनि वर्णानि पश्यन्ति, यर् इति बहूनि सन्तानि, किमर्थं कण्ठस्थीकरणं यार यमरळ ऐ पुटि डिफरेण्ट् आङ्ग्लभाषा मध्ये वदामः. किं सम् ग्रूप्स् हेस् गाट् ओन्लि प्रथमद्वितीयवर्ण कवर्गे वर्णेन वर्गीयव्यञ्जनानि एव योजित यवरल योजित शशसर एतद् शार्ट्कट् अवगमनार्थम् अस्ति वा? आम् तावदेव आम् संक्षिप्तरूपेण पाणिनिना एतत् एतत् प्रश्नः पुनः महोदय. संक्षेपरूपेण कण्ठस्वीकरणं हौ टु रिमेम्बर् द शार्ट्कट्स् ऐ टेल् यू वन् एक्साम्पल् चर् इति रूपं प्रथमवर्गीयव्यञ्जनानि इफ् यु गिव् लैक् दट् इफ् यु समन् केन् हेल्प् आर् एनी ग्रूप् मेम्बर् आर् यु हेव् सम्थिङ्ग् लैक् दट् कण्ठस्वीकरणं वि केन् मेक् इट् फास्टर्. आम् आं तस्मिन् विषये एव अहम् उक्तवती चार्ट् करोतु इति. अस्तु अहं प्रेषयामि. अस्ति महोदय, चतुश्चत्वारिंशत् प्रत्याहारः पाणिनिना अष्टाध्याय्याम् उपयुक्तवान्. चतुश्चत्वारिंशत् एव तादृशं काम्बिनेशन् एव कृतवान्. यदा वयं कुर्मः चतुश्चत्वारिंशत् अहं न जानामि, परन्तु एतद् वयं बहुवारम् उपयोगं करोमि, तस्मिन् विषये अहं दातुं शक्नोमि. परन्तु यदा पङ्क्तिशः पठामः चेत्, यदा ऐ ऊन् ऋ लक् एवोङ् इति पठामः चेत् मनसि सर्वदा भवति एव. अनन्तरं यदा किमपि मध्ये किमपि आगच्छति चेदपि भवान् वक्तुं शक्नुमः. प्रसिद्धः उत्तमम् I want only the mnemonics to understand so that I can chat to all. Uttamam. Aham dasyami. Okay, thank you. That will be easy to memorize. Tadapi kartum shaknuma. Tad ekam shlokam kimapi asti aham preshayami. Tasmin shlokasya adharena eva etat प्रत्याहारः चतुर्चत्वारिंशत् कृतवान् पाणिनीन तत् श्लोकम् अस्ति वा तस्मिन् आधारेण एव कृतवान् अहं प्रेषयामि तत् अस्तु वा अत्र अद्य अत्र स्थगयामः प्रश्नः अस्ति वा भगिनी सर्वेषां कृते प्रेषयति वा आम् प्रेषयामि अहम् प्रेषयामि भगिनि If I want to send this Excel file to all, what should be done? How to do? अहम् एकं एकनिमिषम् अहं रेकार्डिङ्ग् स्थगयित्वा वदामि एकनिमिषम्